नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अनुनासिकान्तम् अङ्गम् इति पाठः गतसप्ताहे अस्य आरम्भः अभवत्. तत्र वयं अनुनासिकान्तम् अङ्गं चेत् कित् नित् प्रत्यये परे चत्वारि सूत्राणि, मुख्यसूत्राणि इति दृष्टवन्तः. तत्र सामान्यसूत्रमासीत् अनुनासिकस्य क्विजलोः ङिति इत्येव सामान्यसूत्रं. तत्र उपधा दीर्घः भवति. अनुनासिकान्त अङ्गम् अस्ति चेत् उपधायाः दीर्घादेशः भवति क्वि जलादि कित् ङित् प्रत्यये परे. अनन्तरं गमहनझनघनगसां लोपः नित्यनङ्गी, तत्र तु परिगणितधातूनां कृते, परन्तु अजादि पिच् प्रत्यये परे उपधायाः लोपः. अत्र अजादि कित् ङित् प्रत्ययः परे अस्ति चेत् घं हन् झन् खन् गस् एषां धातूनाम् उपधः लोपः इति भवति. अनन्तरं विशिष्टसूत्राणि, अनुदात उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो जलीङिति इति वन्धातुः अनुनासिकान्त अनुधात उपदेशधातुः. तत्र जलादिकित् ङित् प्रत्यये परे अनुनासिकान्त थनादिधातुः, तत्रापि अनुनासिकस्य लोपः भवति जलादि कित् ङित् प्रत्यये परे. पञ्चदशधातवः सन्ति इति दृष्टवन्तः. तत्र अनुदात उपदेश वनति तनोत्यादीनाम् अत्र तु अनुनासिकस्य लोपः भवति. अनन्तरं झन् सन् खनां सञ्जलोः, झन् सन् खन् येषां धातूनां नकारस्य स्थाने आत्वम् अकारादेशः भवति, तदपि जलादि सन् प्रत्यये परे इति. तत्र तु धातुत्रयम् एव. अनुनासिकस्य क्विजलोः ङिति इत्येव सामान्यसूत्रम्. अनन्तरं गमहनझनघसां लोपः नित्यनङ्गी, अनुदात उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो जलि ङिति, झनसनखना सञ्जलोः इति चत्वारि अनुनासिकान्तमङ्गं कित् ङित् प्रत्यये परे एव सर्वदा तस्य कार्यम् इति स्मर्तव्यं. यद् घं धातुः अत्र उक्तमस्ति, तत्र तु भ्वादिगणीयधातुः गच्छति इत्येव रूपम् आगच्छति, परन्तु यदा वयं घं योगः तान्तरूपं पश्यामः चेत् तत्र गतः इति आगच्छति. अतः कित् ङित् प्रत्यये परे एव कार्यं. यदा मध्ये विकरणप्रत्ययः आगच्छति चेत् तत्र तु अनुनासिकान्तमङ्गं न तिष्ठति इति कृत्वा अत्र कार्यं न भवति. अनन्तरं मकारान्तानां धातूनां कृते पदत्वम् अस्ति चेत् मोनो धातोः, तत्र मकारस्य स्थाने नकारादेशः भवति. अपदान्ते अस्ति चेत् मोश्च इत्यनेन, तत्र तु तत्रापि मकारस्य स्थाने नकार आदेशः भवति, परन्तु तत्र निमित्तम् अपेक्षितं मकारे वकारे च परे इति. एतावदेव सूत्राणि. अनन्तरं तत्र यङ्लुगन्त सम्बन्ध परिभाषाद्वयं दृष्टवन्तः. प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् इति प्रथमपरिभाषा आसीत्. अत्र यदा घं धातुः अनन्तरं जङ्गम् इति यङ्लुगन्तरूपम् अस्ति, तत्रापि यदा कार्यं भवति वा, घमजनहनकसाम् इति सूत्रस्य प्रसक्तिः अस्ति वा, इदानीं जङ्गम् इति धातुः अस्ति, गम् इति नास्ति, सूत्रे तु घम् इति उक्तम् इति प्रश्नः आगच्छति. अतः तत्र परिभाषा वदति प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्, अनेन यद् औपदेशिकधातु निर्दिष्टं तद् यङ्लुक्की अपि निर्दिश्यते इति एका परिभाषा. तस्य निषेधं कर्तुम् अन्या परिभाषा अस्ति. अतः यदा गम् धातुः विषये स्वीकुर्मः चेत् जङ्गम् इत्यत्रापि यङ्लुगन्तस्य ग्रहणं भवति, परन्तु तत्र अन्या परिभाषा अस्ति यद्वदति ष्टिपाशपा अनुबन्धेन निर्दिष्टं यद् गणेन च यत्र एकाच् ग्रहणं च एव पञ्च एतानि न यङ्लुकी, तस्य निषेधं कर्तुम् अन्या परिभाषा अस्ति, स्थिपा निर्दिष्ट प्रत्ययेन निर्दिष्टं, यदा अस्माकं वनति वनति तनोत्यादि इति दृष्टवन्तः, वनति इति स्थिपा निर्दिष्टम्। तत्र यङ्लुक्कि अस्य सूत्रस्य प्रसक्तिः न भवति, अनेन कार्यं न विधीयते, परन्तु अस्माकं सामान्यसूत्रेण अनुदात्त उपदेश तत् सूत्रेण कार्यं भवति इत्येव। क्षम्यताम्, अनुनासिकस्य क्विजलोः ङिति इत्यनेन कार्यं भवति इत्येव। स्टिप् प्रत्ययेन निर्दिष्टं, शप् इति प्रत्ययेन निर्दिष्टं, शप् इति विकरणप्रत्ययेन तनोत्यादिगणः, तनादिगणः इति स्वादिगणः इति, यदा सूत्रे गणस्य निर्दिष्टम् अस्ति चेत् तत्रापि तस्य सूत्रस्य प्रसक्तिः यङ्लुकि न भवति, अन्यसूत्रेण कार्यं साधनीयम्। अनुबन्धेन निर्दिष्टं, यदा धातुः अनुबन्धसहितम् अस्ति चेत् तत्रापि कार्यं न भवति, शीङ् धातुः विषये वयं दृष्टवन्तः। अनन्तरं घणेन निर्दिष्टं, तत्र तदपि समानमेव, शप् शप् इत्यनेन निर्दिष्टम् इत्युक्ते साक्षात् अत्र विकरणप्रत्ययेन निर्दिष्टं, गणेन निर्दिष्टम् इत्युक्ते यदा वयं तनादि तनोत्यादि स्वादि इति यदा वदामः, गणस्य नाम सूत्रे अस्ति चेत् तत् एकाच् ग्रहणेन च, तदपि दृष्टवन्तः यदा एकाच् ग्रहणम् इति सूत्रे, एकाच् इति सूत्रे उक्तमस्ति चेत् तद् तस्य ग्रहणं यङ्लुकि न भवति। उदाहरणरूपेण एकाच् उपदेशे अनुधातात् इति एकं सूत्रम् अस्ति, अत्र एकाच् इति उक्तमस्ति सूत्रे, तत्र अनेन इट् इडागमः न भवति, अस्य सूत्रस्य प्रसक्तिः यङ्लुकि न भवति। अतः पञ्चसु स्थलेषु यङ्लुकि सूत्रे एतादृशम् उक्तमस्ति चेत् तद् न भवति। स्टिपा शपा अनुबन्धेन निर्दिष्टं, यत् गणेन च, यत्र एकाच् ग्रहणं च एव पञ्च एतानि न यङ्लुकि इति। अतः अस्मिन् सप्ताहे किं कुर्मः इत्युक्ते, तत्र अभ्यासः अस्ति, तत् कुर्मः। तत्र यदा यदा प्रसक्तिः आगच्छति पञ्चस्थलेषु किमपि कार्यमस्ति चेत् पश्यामः। यङ्लुगन्थानां कृते सिद्धतिङ् प्रत्ययः तु वयं जानीमः, होहन्तेर्निण्येषु इति सूत्रं यदा आगच्छति तस्मिन् समये आगत्य पठामः। अतः प्रथमं घं धातुः यङ्लुगन्तरूपम् अस्ति झङ्गम् इति, श्रीवल्ली भगिनी वदति वा? आं भगिनि, प्रथमं जङ्गम् योगः ति इति मकारान्त धातुः, अत्र मोनो धातोः इति सूत्रस्य प्रसक्ति पदान्तस्य इति इति पित् अस्ति भगिनि, तिप् इति पित् अस्ति सार्वधातुकप्रत्ययः, जलादिप्रत्ययः इति, परन्तु सार्वधातुक जङ्गं योगः ति इति मोनो धातोः इति न आगच्छति, किन्तु पदान्तस्य इति मकारान्तस्य धातोः नास्ति, सो जङ्गं योगः ति जङ्गम् इति रूपम्। अन्य सूत्राणि यत् परिचितसूत्राणि, अन्यकारः अस्ति, करे जल् वर्णः, मकारः अस्ति, जलादि बट् कित् प्रत्यय तत् सूत्राणि, चत्वारि सूत्राणि प्रसक्तानि, परन्तु जङ्गं योगः ति, तत्र तकारः तु जल् जल् आं भगिनि, जै मकारः अस्ति नश्च पदान्तस्य नास्ति. किमर्थं नास्ति? अपदानश्च अपदान्तस्य अपदान्तस्य जलि मून् अनुस्वरः अनुस्वरः 8324 जङ्गयोगः ति जङ्गं योगः ति तकारः ययि अस्ति वा? आं भगिनि. अतः तकारः अतो ययि दीर्घः अस्ति आगच्छति सः ययि वर्णः ययि परस अनुस्वारस्य ययि परसवर्णः अनुस्वारस्य ययि परसवर्णः गङ्गं मकारः तकार नकारः गङ्गन्ति भगिनि जङ्गन्ति जङ्गन्ति जङ्गन्ति अनुस्वारस्य अग्रे जङ्गं योगः ईति ईति अत्रापि जलि नास्ति जङ्गम् ईति जङ्गम् ईति अनन्तरं जङ्गं योगः तः तः इति अपित्प्रत्ययः कित् ङित्प्रत्ययः इति कारणेन मकारः अपदान्तस्य मकारः जङ्गं योगः तः अनुदात्तात् अनुनासिकस्य लोपः भवति भगिनि अनुदात्त उपदेश वनति तनूत्यादि परन्तु यङ्लुकि यङ्लुकि ओके जङ्गम् जङ्गम् प्रथमम् इति भवति भगिनि 6492 गमहनजनकनघसां लोपः धातूनाम् उपधायाः लोपः भवति निति अजादि किं प्रत्यये परे आं भगिनि हा अति जङ्गं योगः अति अत्र सूत्र अत्र अनुदात्त अनुनासिक अनुनासिकस्य लोपः भवति जङ्ग योगः तः जङ्गतः इति रूपम् साधुवा भगिनि जङ्गतः जङ्गं योगः अति अति इति अजाति कित् प्रत्ययः अति अपित् अजाति कित् प्रत्ययः अत्र धातूनाम् उपधायाः लोपः भवति उपधालोपः भवति अकारमस्ति भगिनि जङ्म जकार ज्ञकार गकार मकार अस्ति अनन्तरं अत्र नकारस्य जनकन अनुदात् अनुदात् उपदेश 6437 ओके नास्ति अत्र किं नास्ति नो 6437 अनुदात उपदेश वनति तत्तु जलादि अनुदात उपदेश जलादि कित् अत्र ओन्लि अजादि कित् मित्तते परे मकारस्य रूपं जङ्मति जङ्मति जङ्मति द्वितीय मध्यमपुरुषः मध्यमपुरुषः जङ्गं योगः सि सि इति जला इति पित् प्रत्ययः जङ्गं योगः जङ्ग अत्र 65 कित् नास्ति जकित् नास्ति पित् किल राउन् आं भगिनि पित् पित् अत्र जङ्गं जङ्गंसि अस्माकं जलीप्रत्ययपरे अस्ति इति कृत्वा जलप्रत्ययस्य नश्चपदार्थस्य जलि जङ्गं नश्च अनुस्वारः जङ्गं योगः सि जङ्गंसि ईषि अत्र ईषि इति पित् प्रत्ययः अजादि जङ्गं योगः ईषि जल् नास्ति इति कारणेन नश्चापदान्तस्य न आगच्छति जङ्गमीषि इति रूपमीषि जङ्गमीषि आम् जङ्गमीषि अनन्तरं जङ्गं योगः थः तकारः अपित् अपित् प्रत्ययः अग्नित् वत् अत्र तः सिक्स् फु अनुनासिकस्य लोपः अनुनासिकस्य लोपः भगिनि अनुदातु उपदेशम् अनतितनोत्यादि न अनुनासिकलोपः जलिदिति प्रत्ययपरे यत्र जङ्गयोगः थः जङ्गतः एवमेव जङ्गथ बहुवचनं रूपम् अग्रे मि मि मिप् पित् प्रत्ययः जङ्गं योगः मिप् अत्र अतो दीर्घो ययि इति सूत्रमागच्छति भगिनि जङ्गं योगः मि किमर्थम् अतो दीर्घो ययि मकारः ययि प्रत्ययः इति ययादिप्रत्ययः उपदा उपधायाः दीर्घः भवति अत्र नास्ति वा नास्ति ओके जङ्गं योगः मि ओके मोश् अत्र मोश्च इति सूत्रम् आगच्छति मकारान्तधातोः धात्वन्तमकारस्य स्थाने नकारादेशः भवति मकारे वकारे च परे सो जङ्गन् जङ्गन् योगः मि अत्रापि अनुस्वारस्य ईपरसवर्णः जङ्गं योगः मि भगिनि जङ्गं कुत्र भगिनि क्षम्यता इत्यनेन अत्र मकारस्य स्थाने नकारः आगच्छति जङ्गन् जङ्गन् योगः मि अनन्तरम् अनुस्वारस्य ययि परसवर्णः इदानीम् अनुस्वारः कुत्र अस्ति अत्र जङ्गन् योग जङ्गन् अनुस्वारस्य नास्ति न न अनुनासिक आं भगिनि ओके नकार अनुनासिक ओके आं भगिनि जङ्गन् योगः मि जङ्गन् मि जङ्गन्मि अनन्तरम् ईषि ईषि जङ्गम् ईषि रूपं भवति वहामः वहामः जङ्गं योगः वह अत्रापि मोश्च इति सूत्रेण जङ्गन् जङ्गयोगः वा जङ्गन् वा जङ्गन् मा जङ्गन् सारि मे वहमः जङ्गन् वः जङ्गन् मः अतो दीर्घो ययि इति सूत्रं ययादिसार्वधातुके प्रत्यये परे अदन्त अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति इति वदति. पट् इति धातुः अदन्तम् अङ्गं भवति किल, पट् योगः शप् योगः मिप् शप् अन्तिमवर्णः अकारः भवति, तत्र एव पठामि इति रूपम् आगच्छति. तत्र एव अतो दीर्घो ये इति सूत्रस्य प्रसक्तिः. अत्र तु अदन्तम् अङ्गम् अदन्ताङ्गं नास्ति नास्ति, अतः सूत्रस्य प्रसक्तिः नास्ति. अस्तु अग्रे सरामः. महोदय लोटि वदति वा? अस्तु लोटि एकवारं लोटि तु अस्तु जङ्गम् एव तु अस्ति, पित् अस्ति, अतः अनुदात्तोपदेश तस्य कार्यं न भवति. केवलं तत्र जङ्गं योग तु तत्र मकारस्य नश्चापदान्तस्य जलि इत्यनेन तत्र अनुस्वारः भवति, अनुस्वारस्य परसवर्ण इत्यनेन अनन्तरं नकारः भवति, तवर्गीयः भवति. जङ्गं तु इति भवति इदानीम् अस्ति जङ्गं तु. अग्रिममस्ति किमस्ति तत्र ईत् इति. अस्तु जङ्गम् योग ईतु जङ्गम् एव ईतु अस्ति, अत्र कार्यं किमपि नास्ति, वर्णमेलनं जङ्गमीतु इति. तृतीयमस्ति तात्, अस्तु जङ्गम् एव तात्. अपित् नीतु अस्ति कार्यं करोति, अतः तत्र अनुदात्तोपदेशस्य अनुनासिकस्य लोपः जलि किति इति अस्ति, जने जलादि कित् प्रत्यय अस्ति, जलादि नित् अस्ति, अतः तस्य कार्यमस्ति मकारस्य लोपः भवति, अतः जङ्गतात् इति भवति. समीचीनं खलु जङ्गतात्? आम् जङ्गं योग ताम्, अत्र इदानीं ताम् इति नित् अस्ति, अतः जलादिनित् अस्ति, अतः अनुदात्तोपदेशस्य अनुनासिकस्य लोपः भवति झलिकिति परे इति अङ्गकार्यमस्ति, मकारस्य लोपः भवति. जङ्गयोगतां जङ्गताम् इति रूपम्. अग्रे जङ्गं जङ्गं योग अतु अस्ति, जङ्गमेव अतु अस्ति. इदानीं तत्र अनुनासिकस्य अनुदात्तोपदेश अनुनासिकस्य लोपः न भवति, अजादि नित्पत्ति अस्ति, अतः तत्र द्वितीयकार्यमस्ति. अन्यसूत्रमस्ति गम् धातु अस्ति, अतः गमः न जनक न गसाम् उपादायाः लोपः भवति अनङ्गि अचि निति इति प्रत्ययेन, अतः अकारस्य लोपः भवति, उपादायम् अकारः अस्ति, अतः जङ्मतु इति भवति, जङ्म योग अतु जङ्मतु इति रूपम्. इदानीम् अग्रे जङ्गं योग हि अस्ति, हि इति अपित् प्रत्ययः अस्ति, अतः जलादि अपित् प्रत्ययः अस्ति, नित्वत् कार्यं करोति, अतः जलादि निति अनुदात्तोपदेशस्य अनुनासिकस्य लोपः जलिकिति परे भवति. अत्र मकारस्य लोपः भवति, जङ्गयोगहि इदानीं हि लुक् भवति वा इति प्रश्नः अस्ति. अकार अतोहेः लुक् न भवति, अभियकार्यमस्ति इति कृत्वा लुक् न भवति, अतः तत्र 64 एकं भगिनि एकवारं 64 सूत्रसङ्ख्या एकवारं 64204 अतोहेः आभ्यकार्यमस्ति. अस्तु तर्हि आभ्यकार्यमस्ति, अतः तत् न पश्यति, अतः न भवति लोपः न भवति. जङ्गहि एव जङ्गैः एव जङ्गहि एव सत्यम्. अस्तु अस्तु जङ्गं योग तात् इदानीं तत्र तात् इति नित् प्रत्ययः अस्ति, अपित् अस्ति, नित्वत् भवति, अतः जलादि निति जलादि जलिक् इति इत्यनेन अनुदात्तोपदेश अनुनासिकस्य लोपः जलि इति इत्यनेन तत्र मकारस्य लोपः जङ्गतात् इति रूपं तथैव अत्र जङ्गं योगतम् अत्रापि मकारस्य लोपः अनुदात्तोपदेशस्य अनुनासिकस्य लोपः भवति जलिक् इति परे इत्यनेन जङ्गतम् इति भवति जङ्गं योगत अत्रापि मकारस्य लोपः अनुदात्तोपदेशस्य अनुनासिकस्य लोपः जलिक् इति जङ्गत् एव रूपम् अग्रे जङ्गं योग जङ्गं योग आनि इति अस्ति तत्र अपित् अस्ति अतः कार्यं किमपि कार्यं नास्ति जङ्गमानि इति भवति जङ्गं योग आव आनि आव अपि आम तत्रापि जङ्गमाव जङ्गमाव जङ्गमाव जङ्गमाम इति समीचीनम् तत्र जङ्गं योगः हि एकवारं पुनः वदतु महोदय अन्येषां कृते अपि जङ्गं योगः हि इति अस्ति अत्र जलादि नित्प्रत्यये अस्ति अतः अनुदात्तोपदेशस्य अनुनासिकस्य लोपः जलिक् इति इत्यस्य सूत्रस्य प्रसक्तिः अस्ति अतः मकारस्य लोपः भवति जङ्गयोग हि इति अस्ति इदानीम् अदन्ताङ्गं दृश्यते अदन्ताङ्ग अङ्गमस्ति अङ्गक अदन्तमङ्गमस्ति अतः अतो हेः इत्यस्य प्रसक्तिः भवति परन्तु प्राप्तिः न भवति इत्युक्ते तत्र अभीयकार्यमस्ति इति कृत्वा किमस्ति तत्र अभीयकार्यं किं सूत्र असिद्धः अत्र अभात् इत्यनेन असिद्धः भवति अतः न पश्यति असिद्धः अस्ति यत् कार्यं कृतमस्ति अतः तत्र इदानीं तु अजगम् एव दृश्यते अतो हेः इत्यस्य कृते मकार दृश्यते अतः न भवति अतः अदन्तङ्गं न भवति अजगः जङ्गः इति एव भवति आश्रयं द्वय सूत्रद्वयस्य अपि हि इति प्रत्ययः एव अतो हेः इत्यस्यापि अनुधात्त इत्यस्यापि हि इति हि इति जल् प्रत्ययः इति कारणेन मकारस्य लोपः अतो हेः अपि तत्र हि इति प्रत्ययस्य आश्रयेणैव तस्य कार्यमपि भवति अतः आश्रयात् असिद्धत्वम् इति वदामः असिद्धव तत्र असिद्धं सर्वे अवगतवन्तः वा तद् पुनः आगच्छति अतः भगिनि एकवारं वदतु भगिनि 6405 प्रसक्तिः पुनः सूत्रद्वयस्य इति न प्रथमम् अनुदात्त इति सूत्रेण तत्र मकारलोपः तु जातः मकार जङ्गयोगः हि इति भवति जङ्ग इत्युक्ते अदन्तमङ्गम् अदन्त अङ्गात् परस्य हि प्रत्ययस्य लुक् भवति किल अदन्त अङ्गस्य हि पठ इति भवति तत्र हि प्रत्ययस्य लोपः भवति इदानीम् अदन्तमङ्गं हि प्रत्ययस्य लोपः भवति वा न वा इति प्रश्नः इदानीं तत्र असिद्धवत् अद्राभात् इति अभियकार्यम् इति वदामः किल असिद्धवत् अद्राभात् इति अधिकारे अस्ति सूत्रद्वयमपि 6410 4 6 4 37 सूत्रद्वयमपि असिद्धवत् तर्टि सेवेन् अनुदात्त सूत्रद्वयस्यापि आश्रयः हि समानाश्रयः हि इति प्रत्ययः असिद्धवत् अत्र अभात् इति अस्य प्रवर्तनार्थं समान आश्रयः भवतु हि इति प्रत्ययः एव आश्रयः अतः इदानीं यद् कार्यम् अनुदात्त इत्यनेन लोपः कृतः तद् अतो हेः न पश्यति सूत्रसङ्ख्या किमपि मा चिन्तयतु तद् न पश्यति असिद्धमस्ति ते तस्य कृते अतः किमर्थम् असिद्धम् अस्मिन् अधिकारे अस्ति इति कृत्वा असिद्धम् द्वितीयसूत्रं प्रथमसूत्रेण कृतं कार्यं न पश्यति, परन्तु प्रथमसूत्रस्य कार्यं प्रवर्तनीयमेव अस्मिन् अधिकारे. आश्रयात् आश्रयः समानः भवतु, प्रथमसूत्रस्य कार्यं भवतु, परन्तु द्वितीयसूत्रं प्रथमसूत्रेण कृतं कार्यं न पश्यति, अतः अस्य प्रसक्तिः नास्ति इत्येव अभियकार्यम् इति वदामः. पुनः अपि आगच्छति अस्मिन् करपत्रे अपि अन्ते अस्ति, पठामः यदा वयं तत्र गच्छामः. उषा भगिनी लङ्लकारे पठति वा भगिनि, वदति वा, क्षम्यतां भगिनि. जङ्गं जङ्गं योगः तकारः, जङ्गं योगः तकारः प्रथमः अडागमः भवति. लिङ् लङ् लङ् लुङ् लृङ् उदातः इति सूत्रेण अडागमः भवति. अजङ्गम् अजङ्गं योगः तकारः, तकारः हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तकारः लोपः भवति. अजङ्गम् इति पदं भवति, पदम् अस्ति. मोनोधातोः इति सूत्रप्रसक्तिः अस्ति. मोनोधातोः इत्यनेन मकारस्थाने नकार आदेशः भवति. अजङ्गम् इति अजङ्गन् भवति. अजङ्गं योगः ईत् ईत् अजादि अजादिपित् अजादिपित् जलादि नास्ति, जलादि नास्ति, वर्णमेलनमेव. अजङ्ग अजङ्गं योगः ईत् अजङ्गम् ईत् भवति. अजङ्गं योगः ताम् अजङ्गं योगः ताम् ताम् इति अपित् अस्ति, सार्वधातुकमपित् ङित्वत् भवति. जलि ताम् इति जल् अस्ति, जलि अस्ति. अजङ्गं योगः ताम् अनुदात्त उपदेशे वनदितनोत्यादीनाम् अनुनासिकलोपो जलीकिङिति इत्यनेन अजङ्गं योगः ताम् मकारलोपः भवति, मकारलोपः भवति. अजङ्गयोगः ताम् अजङ्गताम् इति भवति. अजङ्गं योगः उः, उः इति अजादि, अजादि अपित् अजादि अपित् भवति, अजादि अपित् कित्ङित् भवति, अजादि कित्ङित्. सो गमहनजनकनगसां लोपः किङिति अनङ्गि इत्यनेन उपदा लोपः भवति. अजङ्गम् अजङ्गम् इति उपदालोपः, गकार उत्तरवर्तीय अकारः लोपः भवति. अजङ्ग् भवति, अजङ् अजङ् मुहु भवति, मकार उहु मुहु, अजङ्ग् मुहु. अजङ्गम् अजङ्गं योगः स् भवति, जलि नास्ति, पित् अस्ति. अजङ्गं सकारः लोपः भवति, हल्ङ्याभ्यो दीर्घात् सुतस्य पृक्तं हल् इत्यनेन लोपः भवति, सकारलोपः. अनन्तरं पदं भवति. मोनोधातोः इत्यनेन मकारस्थाने नकारादेशः भवति, अजङ्गन् भवति. अजङ्गं योगः ईः, अजङ्गं योगः ईः, ईः इति पित् अस्ति, अजादि पित्, वर्णमेलनमेव. अजङ्गमीः इति भवति. अजङ्गं योगः तं, तं जलादि कित्ञित् अस्ति, अपित् अस्ति, सो कित्ञित् अस्ति. जलादि कित् अनुदात्त उपदेशे वनदितनोत्यादीनाम् अनुनासिकलोपः जलीकिङिति. अजङ्गम् इत्यस्य मकारलोपः भवति. अजङ्ग अजङ्गयोगः तं भवति, अजङ्गतं भवति. अजङ्गं योगः त मध्यमपुरुषबहुवचनम्, अजङ्गं योगः त जलादिकित्ञित् अनुदात्तोपदेशे वनति तनोत्यादीनाम् अनुनासिकलोपो जलि किङिति इत्यनेन मकार अजङ्गं यो मकारलोपः भवति अजङ्ग अजङ्गयोगः त अजङ्गत अजङ्गं योगः अम् अजङ्गं योगः अम् अम् इति पित् अस्ति अजादिपित् अजादिपित् अजादिपित् वर्णमेलनमेव अजङ्गं योगः अम् अजङ्गमम् अजङ्गं योगः वः अजङ्गं योगः वः अजङ्गं योगः व अजङ्गं योगः व मुश्च व इति कित्ञित् कित्ञित् मुश्च इत्यनेन मकारस्थाने नकार आदेशः भवति नकार आदेशः भवति मुश्च इति अपदान्तः बिकास् आफ् वकार फालोयिङ्ग् मुश्च सो अजङ् मकारस्थाने नकार आदेशः भवति अजङ्गन्व अजङ्गन्व अजङ्गन्म भवति समीचीनं भगिनि तावदेव कार्यम् अत्र सम्यक् धन्यवादः अरुणा भगिनी विधिलिङ्गि वदति वा विधिलिङ्ग् चल् प्रत्ययः नास्ति जल् प्रत्यय क्षम्यता जल् प्रत्ययः नास्ति केवलं वर्णमेलने एव जङ्गन् अजङ्गं यात् अजङ्गं याताम् अजङ्गं युः अजङ्गं याः अदागमनास्ति क्षम्यता जङ्गं यातां जङ्गं यात जङ्गं याम जङ्गं याव जङ्गं याम तावदेव तत्र किल अग्रिमं प्रति गच्छामः अत्र क्षिणु हिंसायां क्षिन् इति धातुः चेक्षिन् इति यङ्युगन्तरूपम् स्तनादिगणीयधातुः इति चिन्तयामि क्षीणधातु तस्य रूपाणि पश्यामः विजया भगिनी लटी वदति वा भगिनी कृपया एकवारं तिप् प्रत्ययेन निर्दिष्टं शप् प्रत्ययेन निर्दिष्टं गणेन निर्दिष्टं तद् वा तद् आं भगिनि एकवारं पठामि वा भगिनि तत्र अत्र नागच्छ आम् नागच्छति खलु अत्र स्थिपा शप अनुबन्धेन निर्दिष्टं यत् गणेन च यत्र एकाच् गहनं च एव पञ्च एतानि न यङ्गुकि इति परिभाषा अतः स्थिपा निर्दिष्टम् इत्युक्ते वनति तनोति आदीनाम् इति अत्र वनति वन् धातोः स्थिपा निर्दिष्टमस्ति अतः अनेन सूत्रेण एतत् दीर्घसूत्रेण यङ्लुकि रूपं न भवति परन्तु अस्माकं सामान्यसूत्रस्य प्रसक्तिः अत्र भवति तदेव स्थिपा निर्दिष्टा शप् प्रत्ययेन निर्दिष्टम् इत्युक्ते यदा शप् इत्यनेन अस्माकं शप् विकरणप्रत्ययेन किमपि कार्यं निर्दिष्टं भवति किल पित् प्रत्यये परे इति किमपि कार्यम् अस्ति चेत् तद् यङ्लुकि न भवति अस्य सूत्रस्य यङ्लुकि प्रवर्तनं न भवति इत्येव अनुबन्धेन निर्दिष्टम् इत्युक्ते अनुबन्धसहितं किमपि शीङ् इति धातुः तत्र तत्तु तदेव किल शीङ् धातुः तत्र ञकारस्य कारणेन तत्र सार्वधातुके गुणः भवति इति तत्र अनुबन्धेन निर्दिष्टम् अस्ति अतः तदपि तादृशं कार्यमपि यङ्लुकि न भवति घणेन निर्दिष्टम् इत्युक्ते यत्किमपि तु दादौ भवतु दिवादौ भवतु अत्र अस्माकं विकरणप्रत्ययस्य विधानमेव घणेन एव निर्दिष्टं किल तादृशं यङ्लुकि तानि कार्याणि यङ्लुकि न भवति एकाच् ग्रहणेन च निर्दिष्टम् इत्युक्ते एकाच् उपदेश अनुधातात् एकाच् किमपि इति सूत्राणि अस्ति किल, तानि सूत्राणि यङ्लुकि तस्य कार्यं न भवति. अत्र एकाच् उपदेश अनुधातात् किं वदति, इट् न भवति इति वदति, परन्तु यङ्लुकि तु इट् भवति. अस्य सूत्रस्य अनेन सूत्रेण कार्यं न भवति. तावदेव यदा वयं सूत्र उदाहरणं वा अभ्यासान् कुर्मः तत्र एव किञ्चित् अवगन्तुं शक्नुमः. अत्र यदा चेक्षीन् इति धातुः तनादिगणीयधातुः अस्ति, अस्माकं सूत्रे तु किम् उक्तम् अस्ति, अनुदात उपदेश वनति तनोत्यादीनाम् अनुनासिक लोपो जलि किति इति उक्तम् अस्ति. तन अतः अस्य सूत्रस्य प्रसक्तिः अस्मिन् धातौ न भवति. अनुनासिकस्य क्विजलोहम् इति इत्यस्य सामान्यसूत्रस्य एव प्रसक्तिः. अवगतं वा? आं भगिनि. आम्, यदा वयम् अभ्यासे पश्यामः यदा आगच्छति तत्रैव स्पष्टं भवति कुत्र भवति कुत्र न इति पश्यामः. अस्तु, विजया भगिनी, लटीरूपं चक्षिन् चिक्षिन् योगः ति भगिनि, एतत् यङ्ग्लुक् विषये मम समीपे न जानाति, जानामि भगिनि. न न, यङ्ग्लुक् इति मा चिन्तयतु भगिनि, यङ्ग्लुक् पाठः सर्वत्र सर्वसमये मम क्लेशः एव अस्ति. न न न न, एतादृशं मा चिन्तयतु. अस्माकं वर्गे तु सन्धिकार्यमेव, यद् मङ्गलवा ह्यस्तनवर्गे यद् महोदयः चालयति तत्र एव यङ्ग्लुक्. अस्माकं तु केवलम् एकः धातुः तावदेव. एकवारं शृणोतु अनन्तरं वदतु भगिनि लूस्लकारे. श्रीवल्ली भगिनी करोति वा? चेक्षन् योगः ति मध्ये अस्ति. आ भगिनि, चेक्षिन् योगः तिप् अत्र तिप् अस्ति, तित् अस्ति, कोऽपि न चेक्षिन्ति मनि रूपम् कथं तत्र सूत्राणि वदतु भगिनि, अनेन अनुस्वारः भवति. अनुस्वारः जल् प्रत्ययः भगिनि. जल् प्रत्ययः ओके. न नश्च पदान्तस्य जलि चेक्षिन्ति अनन्तरं रूपं चेक्षिन्ति भगिनि. अनुस्वारस्य परसवर्णः आगच्छति किल? आं भगिनि, नकारः अनुस्वारस्य यै परसवर्णः यै नास्ति तरः भगिनि. किं यै नास्ति भगिनि? प्रथमम् अनुस्वारस्य नश्चापदान्तस्य जले भगिनि चेक्षिन् इति चेक्षिम् भवति, चेक्षिं योगः ति अनन्तरम् अनुस्वारः अनुस्वारस्य नास्ति वा? गुणकृतवती अवश्यमस्ति, किमर्थं तत्र बाधा नास्ति किल? अत्र बाधा नास्ति, तत्र अजादि अस्ति चेदेव नाभ्यस्ता चिप् इति सार्वधातुके अत्र अवश्यमस्ति. आम् चेक्षेन्ति इकारसूत शिक्षयन्ति अवश्यम् इति. प्रथमं पुगन्तलकोपदस्य च सेवन् टु चेक्षेन् योगः ति अनन्तरं नश्चापदान्तस्य जले महोदय सेवन् त्रि सेवन् त्री सेवन् चेक्षेन् योगः ति नश्चाप चेक्षेम् योगः चेक्षेम् योगः ति अनन्तरम् अनुस्वारस्य ययि परसवर्णः अत्र भगिनि तकारः ययि प्रत्याहारे नास्ति कपै नु जपञ्च कथं नास्ति अस्ति एव किल यै यै प्रत्याहार यै प्रत्याहार ओके कपै कपै ओम् आं भगिनि आं भगिनि अस्ति यै परसवर्णः अस्ति इति चेक्षेन् चेक्षेन् योगः ति सो चेक्षेन्ति इति रूपं भवति समीचीनम् इति इति अपि पित् अस्ति प्रथमं पुगन्तलघुपदस्य च चेक्षेन् योगः इति तत्रैव एकं सूत्रं पठितवन्तः किल नाभ्यस्तस्य चिप् इति सार्वधातुके सेवन् ओके ओके भगिनि सेवन् त्री एय्टि सेवन् अजादि पित् सार्वधातुकप्रत्यये परे अभ्यस्तस्य लघुपदगुणः न भवति ओके अत्र अभ्यस्तसंज्ञा अस्ति आम् ओके इति अतः गुणः न भवति हा भगिनि सो चेक्षिन् योगः इति सो अजादि केवलं चेक्षिन् इति अनन्तरं तत्र किमर्थं नत्वं वा सूत्रसङ्ख्या नत्वम् अस्ति अस्ति चेक्षणीति अत्र तु भवति एव किल यदा वयं पूर्वं चेक्षयन्ति इति कृतवन्तः तत्र तु तथापि भवति किमर्थं सूत्रसङ्ख्या क्षम्यतां सूत्रसङ्ख्या अस्ति अनुस्वारः भवति प्रथमम् अनुस्वारस्य ययि परस तत्तु मध्ये आगच्छति किल तत्र न पश्यति एय्ट् फोर् किम् अस्ति अट्कुप्वाङ्गम् एय्ट् फोर् टु एय्ट् फोर् टु नश्चापदान्तस्य जलि एय्ट् त्रि अतः अट्कुप्वाङ्गम् इत्यस्य अतः तत्र अस्य प्रसक्तिः नास्ति परन्तु ईति इत्यत्र तु भवति एव तत्र तु अनुस्वारः न भवति किल नश्चापदान्तस्य आम् सत्यं चेक्षिणीति चेक्षिणीति इति रूपं आम् सत्यम् अग्रे चेक्षिन् योगः तः तः इति अपि प्रत्ययः अस्ति टी अपि पित् एव खलु टी अपि पित् एव खलु किं भगिनि किं पित् प्रथमम् इति पूर्वं टी अस्ति खलु पित् एव खलु परन्तु नाभ्यस्यापि इति सार्वधातुके किमपि एव चेक्षिन् योगः तः तः इति अपित् अस्ति नित्वत् अनुदात्तोपदेश वनति तनुत्यादि नाम अनुनासिकलोपः जलिग्निति इति सूत्रम् अनुस्वारस्य अनुनासिकलोपः भवति भगिनि. आं भगिनि चक्षिणी ओके क्षिणु इति अनुनासिकान्ततनादि दातवः ओके तनादि दातवः इति अस्ति इति नास्ति भगिनि न आगच्छति परिभाषा परिभाषा अस्ति गणेन इष्टं परिभाषा 131 आं भगिनि अतः अत्र सूत्रस्य प्रसक्तिः नास्ति चेक्षिन् अत्र गण नास्ति ओके अत्र जनकनसनां नास्ति अनुनासिकशकिजलोः क्वी च जलादि कित् निर्तते परे उपादायः दीर्घः भवति भगिनि नु उपादायः चेक्षिन् योगः अनुनासिक अनुनासिकस्य क्विज्जलोः इति अनुनासिकान्त अङ्गस्य उपादायः दीर्घादेशः भवति क्वी च जलादि कित् निर्तते परे अत्र दीर्घः उपादायः दीर्घः भवति चेक्षीन् योगः तः चेक्षीन् योगः तः चेक्षीन्तः अनन्तरं चेक्षिन् योगः अति अत्र अति अपि अस्ति अजादि कृते परे अत्र कः नु गमहनजनकनकसा नास्ति चेक्षिणति भगिनि एकः प्रश्नः भगिनि चेक्षिन् योगः तः दीर्घः भवति तदनन्तरं नश्च पदान्त अपि कार्यं करोति न भगिनि नश्च पदान्त जलि मौनस्वरः भवति अनन्तरं पुनः तदेव रूपम् आगच्छति किल आम् अवश्यं भवति यत्र यत्र प्रसक्तिः अस्ति तत्र भवति नकारः तकारः अस्ति रूपं समानमेव परन्तु रूपं समानं मम चिन्तनम् अस्ति नकारः नकारः क्षिणु किमर्थं तत्र समीचीनम् अस्तु पश्यामः चेक्षीन्तः इति भवति परन्तु मूर्धन्यनकारः भवति भगिनि नश्चापदनकारः नश्चापदान्तस्य जलि इत्यनेन न किल नकारः अनुस्वारस्य एव भवति कथं मूर्धन्य भवति किल दन्त्य एव भवति अत्र भगिनि चेक्षीन्तः साधु चेक्षीन्तः इति साधु एव रूपाणि किं वदामः सूत्राणि तु वयं सर्वाणि सूत्राणि यद्यत् कार्यं करोति तत् सर्वम् उक्तवन्तः साधुः एव भवेत् अत्र चेक्षीन् योगः योगः सि भगिनि सि अत्र नष्टपदान्तस्य जले पुगन्तलघुपदस्य सर्वदा पित् अस्ति पित् अस्ति पित् अस्ति, प्रथमं गुणः भवति पुगन्तलघुपदस्य, चेक्षेन् योगः अस्ति, अनन्तरं नश्च पदान्तस्य जलि नास्ति भगिनि, चेक्षेन् नश्च पदान्तस्य जलि आं भगिनि. किं जलि नास्ति भगिनि? सकारः तु अस्ति, जलि अस्ति, सकारः अस्ति, सकारः अस्ति. चेक्षेम्स् योगः सि. अनन्तरम् अस्माकं परिचय, अनन्तरं मुद्द अट्कुपाङ् व्यवाय, आदेशप्रत्ययः इन्फो आं भगिनि, मकारः अनुस्वारः अस्ति, चेक्षेम् योगः सि अस्ति. अत्र चेक्षेम् सि अनुस्वारस्य एयि परसवर्णः भवति वा? नास्ति, नो. अतः अन्तिमरूपम् अनुस्वारः अस्ति, चेक्षेंसि. आदेशप्रत्ययोः इत्यस्य भवति एव तत्र नुं विसर्जनीयस्य शर्व्यभाये अपि इति अनुवृत्तिरूपेण आगच्छति किल आदेशप्रत्ययोः इत्यस्य अपि प्रथमं षत्वम् अनन्तरं भवति, प्रथमं षत्वम् अनन्तरं किम्? अनन्तरम् अनन्तरम् अतः अनुस्वारः 8349 आदेशप्रत्ययोः नश्च पदान्तस्य जलि पूर्वं भवति किं भवान् सूत्र सङ्ख्या एकवारं नश्च पदं चलीति एकवारं 8324 अतः तदेव प्रथमं भवति किल आदेशप्रत्ययोः अनन्तरमेव 8349 अनन्तरं चेक्षिन् योगः अर्थः अत्र किप् प्रत्ययः ईशि चेक्षिन् योगः ईशि अजादि प्रत्ययः सो अत्र गुणः न भवति नाभ्यस्तयोरपि इति नाभ्यस्तस्याचित् इति सार्वधातु अजादिपित् सार्वधातु अभ्यस्तस्य लघुपदगुणः न भवति इति कारणेन चेक्षिन् चेक्षिनीषि अत्रापि नत्वं भवति यदा नीति इत्यत्र नत्वं षत्वमपि भवति किल षत्वं ईशि इति अस्ति पूर्वमेव अस्ति चेक्षिन् योगः तः कित्प्रत्ययः अस्ति अत्र सो अनुदात्त नास्ति अत्रापि जल् अस्ति प्रथमं चेक्षिन् योगः त नश्च पदान्तस्य जलि चेक्षिन् योगः तः अनन्तरं 24 भगिनि आम् चेक्षिन् योगः तः अनन्तरं सूत्रं प्रवर्तते वा न वा अनुनासिकान्त अङ्गस्य उपादायाः दीर्घादेशः भवति आं भगिनि कित् निपत्तते परे सूत्रसङ्ख्या सूत्रसङ्ख्या 6415 अङ्गकार अतः कस्य क्रमः प्रथमं 6415 समीचीनम् अनुनासिकस्य कृज्यलोहिति सो चेक्षीतः चेक्षीं योगः तः चेक्षीं तः इति रूपं भवति एवमेव चेक्षीं त अनन्तरं भगिनी अत्र पूर्वमेव नत्वं तिष्ठति भगिनि चेक्षिन् इति तत्र पूर्वमेव मूर्धन्य नत्वम् अस्ति एव किमर्थं तत्र नत्वस्य विषये पृच्छति क्षिणो हिंसायां चेक्षिन् इत्येव दातुः किल न एव पूर्वमेव नत्वम् अस्ति खलु क्षिन् इति चेक्षिन् अपि तत्र पूर्वतया नत्वं तिष्ठति एव खलु अत्र नत्वं नत्वं न इति वदामि न इति न नत्वं भवति वा इति प्रश्नः अट्कुप्पाङ्गुं व्यवाये अपि क्षकारः अस्ति किल तत्र अनेन अट्कुप्पाङ्गुम् इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्नः नत्वम् इत्यस्य नत्वं भवति वा भगिनि न वा लघु इकारः अस्ति अतः तत्र आदेशप्रत्ययोः इति सूत्रेण अस्ति भगिनि न पुनः सूत्र क्रमेण वदति चेत् भवती एव उत्तरं जानाति चेक्षिन् चेक्षिन् योगः तः अनन्तरं नश्च पदान्तस्य जले चेक्षिन् चेक्षीन् चेक्षीन् योगः तः अनन्तरं अत्र अट्कुप्वाङ्गुं व्यवायेति इति नश्चापदान्तस्य जलि कृतवती वा आं भगिनि 83 किल तदेव वयम् इदानीमेव सङ्ख्या दृष्टवन्तः 24 नश्चापदान्तस्य जले अनन्तरम् अट्कुप्वाङ्ग् व्यवायेति 84 सो इदानीम् अट्कुप्वाङ्गुं किं पश्यति अत्र अनुस्वारः एव पश्यति अनुस्वारः अनुस्वारः पश्यति चेत् अस्य अवसरः अस्ति वा नास्ति यदा अनुस्वारस्य ययि परसवर्णः इति नकारः आगच्छति चेत् इदानीम् अट्कुप्वाङ्गुम् इत्यस्य अवसरः अस्ति वा नास्ति सत्यं सर्वदा एतत् स्मर्तव्यं वयम् अग्रे अग्रे गच्छामः पुनः पुनः आगच्छति तस्मिन् समये यदा एकवारं वयं जानीमः चेत् वि केन् स्किप् दट् अण्ड् गो अहेड् अतः नश्चापदान्तस्य जलि अट्कुप्वाङ्गुं तत्र अनुस्वरः एव पश्यति क्रमेण एव गच्छति किल इदानीं तस्य दृष्ट्या तु तत्र अनुस्वरः एव अस्ति अतः तस्य कार्यं न भवति अनुस्वरस्य परसवर्णः आगत्य कार्यं करोति समीचीनं वा मी इमि च चेक्षिन् योगः मी पित् अस्ति प्रथमं पुगन्तलघुपदस्य स चेक्षेन् योगः मी अनन्तरं मी इति पित् अस्ति वन् मिनिट् भगिनि, इदं मोश्च मकारान्तधातुः प्रथमं गुणकार्यं करोति। आं भगिनि, चेक्षेन् पुगन्तलघुपदस्य च इति सूत्रेण चेक्षेन् योगः मि भवति। अनन्तरं नश्च पर न मि उप् चेक्षेन्मि चेच्छेन्मि चेक्षेन्मि देन् चेक्षणीमि किमि चेक्षे नकारणत्वं भवति किल अत्र भवति नश्चापदान्तस्य जलि यत्र यत्र अवसरः नास्ति तत्र तद् आगत्य कार्यं करोति तावदेव बाधा नास्ति चेत् कार्यमेव किल चेक्षणीमि चेक्षिणी चेक्षिणी चेक्षिणीमि अत्रापि गुणः न भवति भगिनि चेक्षिणीमि न भवति अत्र चेक्षिणीमि इति भवति वहमः चेक्षिन् योगः वः एकित्ततयः अस्ति अत्र अत्रापि चेक्षिन् योगः वः भगिनि चेक्षिन् वः चेक्षिन् वः मोश्च न मोश्च भवति वा न भवति मकारः मोश्च न भवति भगिनि मकारान्तदातु नकारान्तम् सम्यक् तावदेव समीचीनं धन्यवादः अत्र सर्वत्र तादृशमेव कार्यं भवति यदा चेक्षिन् इति धातुः स्वीकुर्मः चेत् समानरूपं भवति महोदय रूपं जानाति चेत् वदति वा लोट् लकारे किं भवति इति वयम् अग्रिमधातुं प्रति गच्छामः प्रायः हि प्रत्यये परे किं भवति इति वदतु महोदय पश्यामः अत्र चेक्षिन् योगः अस्तु चेक्षिन् योग हि अस्ति चेक्षिन् योग हि इदानीं तत्र नकार हि अस्ति अतः किमस्ति अनुदात्तु एकवारं तत्र सूत्रमस्ति अनुनासिकस्य किञ्चलोः इति इत्यनेन दीर्घः भवति चेक्षीन् योग हि दीर्घः भवति चेक्षीन् हि इदानीं चेक्षीण् नकारस्य णत्वं भवति चेक्षीण् चेक्षीण् हि इति भवति नश्चापदान्तस्य जलि न भवति वा एकवारं चेक्षीण् अस्तु चेक्षीन् हि नश्चपदान्तस्य जलि इति भवति अहं नश्चपदान्तस्य जलि एकवारं चेक्षिन् चकारः जलि एव अस्ति किल आमाम् अस्तु चेक्षिम् अस्तु चेक् अनुस्वारः भवति अनुस्वारस्य यै परस्वर्ण तद् भवति वा यै अस्ति वा हकारः किं भगिनि यै हकारः यै अस्ति वा नास्ति क्षम्यतां नास्ति नास्ति यै नास्ति अस्तु क्षम्यतां पर्यन्तम् अतः चेक् इदानीं तत् नक चेक्षिं चेक्षिं हि इति चेक्षिं हि तावदेव तद् अनुस्वारः एव पदान्तस्य जलि इत्यनेन अनुस्वारादेशः एव तावदेव तत्र कार्यम् अतः कथम् अत्र अवश्यं भवति भगिनि यत्र यत्र पित् प्रत्ययः अस्ति चेत् जलादिपित् प्रत्ययः अस्ति चेत् उपधायां लघु इक्वर्णः अस्ति चेत् तस्य गुणः भवति. अजादिपित् अस्ति चेत् नाभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन गुणस्य बाधा भवति, गुणः न भवति. अनन्तरं यत्र जल् प्रत्ययः परः अस्ति चेत् नश्चापदान्तस्य जलि इत्यनेन अनुस्वारादेशः भवति. अनुस्वारस्य ययि परसवर्णः अवसरः अस्ति चेत् ययि परसवर्णः भवति. अत्र नश्चापदान्तस्य झलि इत्यस्य अवसरः नास्ति, झल् प्रत्ययः परः नास्ति चेत् अट्कुप्वाङ्गुं व्यवाये अपि इत्यनेन णत्वं भवति यत्र तस्य अवसरः निमित्तानि सन्ति चेत्. यदा चेक्षिन् इति धातुः तत्र अट्कुप्वाङ्गुम् इत्यनेन णत्वम् अवश्यं भवति. तावदेव कार्याणि अत्र. एतत्तु तनादिगणीयधातुः इति कृत्वा अनुनासिकस्य क्विजलोः ङिति इति सूत्रस्य एव प्रसक्तिः, विशिष्टसूत्रस्य प्रसक्तिः नास्ति, सामान्यसूत्रस्य एव प्रसक्तिः इयम् इति. अवगतं वा? हि प्रत्यये परे चेच्छिन् अनुदात्त उपदेश 6437 कार्यं न करोति भगिनि, कार्यमेव न करोति. यङ्ग्लुके कार्यं न करोति तावदेव, तत् सूत्रम् अत्र न एव आगच्छति. यङ्ग्लुक् इति तनादि इति गणेन निर्दिष्टम् इति कृत्वा अस्य सूत्रस्य एण्ट्रि एव नास्ति अत्र. अनुनासिकस्य क्वीजलोः एव सामान्यसूत्रस्य एव कार्यं. धन्यवादः. सर्वत्र चतुर्षु गणे चतुर्षु लकारेषु तस्य एव प्रसक्तिः. अग्रिमधातु प्रति गच्छामः वा? अन्ये अपि समानकार्यमेव. अस्तु महोदय, भवान् एव करोतु महोदय. खनु अवधारणे इति धातुः, खन् चङ्खन् इति अङ्गुलि. तदपि तनादि एकवारं तनादिगणीयधातुः वा पश्यामः. तत् सूत्रमपि अस्ति किल? नास्ति भगिनि, नास्ति भगिनि. तनादिगण धातुः नास्ति. तस्य गणस्य धातुः जनसनकन भूआदिगणीयधातुः एव. अस्तु अस्तु, एकवारम् एकनिमिषं भगिनि. तत्र कुत्र खनु खनु लट् लट् खलु, खन् योग थ इति अस्ति, सोरि खन् योग टिप् चङ्कन् योगः टि क्षम्यतां, कुत्र चङ्कन् चङ्कन् योग टिप् अस्ति, चङ्कन् योग एकवारं चङ्कनियोग टिप् तत्र नश्चपदान्सलीतनेन तत्र चङ्कन् अनुस्वारः भवति, अनुस्वारस्य प्रसवर्णे चङ्कन्ति चङ्कन्ति इति भवति. समीचीनं, चङ्कन्ति इति. अस्तु, चङ्कन् योग इति अत्र चङ्कनीति इति इति अस्ति. इदानीं चङ्कन् योग चङ्कन् योगतः इति अस्ति, चङ्कन् योगतः इति अस्ति. इदानीं तत्र चङ्कन् योगतः तत्र जनसनकनां सञ्जलौ इत्यनेन आकारादेशः भवति, अतः चङ्कन् नकारस्य आकार इति चङ्कातः इति. चङ्कातः अस्तु, चङ्कातः इति अस्ति. चङ्कन् योग अति चङ्कन् योग अस्ति अत्र, जनसनकना न भवति तत्र, नास्ति. अतः एकवारम् अन्य अन्य जनसन कनगसाम् एकवारम् अनङ्गी नीति अचि गम हन घन खनगसां लोपः किति अनङ्गी अस्ति अतः अनङ्गी अचि अचि अस्ति अतः चङ्कन् योग अति चङ्क्नति इति भवति अकारस्य ककारोत्तरकारस्य लोपः भवति चङ्क्नति इति सम्यक् आम् भगिनी अत्र जनसनकन क्रमगमो विट् इति सूत्रं भवति वा किं किं सूत्रं खनां सञ्जलोः इति वा अत्र सूत्रसङ्ख्या किं भगिनि जनसनखना 6415 6498 42 98 42 98 42 जलि नास्ति अतः तत्र तर्हि चङ्क्नति खलु चङ्क्नति चङ्क्नति अस्तु चङ्क्नति अस्तु चङ्कन् योग सि इदानीं तत्र अनुस्वारस् नश्चपदान्त जलि अपि च अनुस्वारस्य परस्वर नास्ति चङ्कन् सि इति रूपमस्ति चङ्कन् योग ईशि अत्र किमपि कार्यं नास्ति एकवारं चङ्कन् योग ईशि ईशि इति पित् अस्ति खलु अतः भवति चङ्कन्नीशि केवलं वर्णमेलनं चङ्कन्नीशि इति अस्ति वर्णमेलनं अग्रे समीचीनं खलु किमपि नास्ति तत्र नाभ्यस्तस्य अचिप् इति इत्यस्य कार्यं न भवति तत्र तु किमपि गुणवर्णः नास्ति किल तावदेव तत्र चङ्कनीषि अनङ्गि अचि इति न भवति पितापि अतः चङ्कन् योगतः चङ्कन् योगतः अस्ति तत्र अनुनासिक चङ्कन् योगतः इति अस्ति खलु अत्र किं भवति एकवारं जनसनकना सञ्जलो इत्यनेन तत्र अनुनासिकजलो इत्यनेन तत्र अपवादमस्ति जनसनकनां सञ्जलो इत्यनेन आत् भवति अतः चङ्कात् एकवारं चङ्कातः इति चङ्कातः इति अग्रे चङ्कातः इति तत् तेन एव सूत्रेण जनसनखनां सञ्जलौ इत्यनेन तत्र नकारस्य आत्वं भवति चङ्कातः इति भवति इदानीं चङ्कन् योग मी चङ्कन् योग मी अस्ति तत्र चङ्कन् मी एव किमपि कार्यं नास्ति चङ्कन् मी एव अस्ति पित् अस्ति इति कृत्वा चङ्कन्मि अत्र चङ्कनीमि इति अस्ति अग्रे चङ्कन् योगवः इति अस्ति चङ्कन् योगवः इति अस्ति तत्र किमपि नास्ति तत्रापि चङ्कन्वः चङ्कन् एकवारं नकार मो नास्ति तत्र मोः इति नास्ति अत्र चङ्कन्वः चङ्कन्मः इति रूपम् सम्यक् तावदेव तत्र केवलं तत्र अस्माकं जनसनखन कस जन जनसनखनां सञ्जलोः इत्यनेन आत्वं यत्र यत्र अजादि अपि अस्ति चेत् घमहन जनघसां लोपः नित्यनङ्गि उपदालोपः तावदेव कार्यम् अत्र नश्चापदन्तस्य जलि तु वयं जानीमः तस्य कार्यमपि अस्ति अन्यत् किमपि नास्ति सूत्रत्रयस्य एव प्रसक्तिः सर्वत्र अस्तु पश्यामः लोटि किं भवति इति अरुणा भगिनी करोति वा लोटि आं भगिनि चङ्खन् योगः तकार अडागम आगच्छति ओ लोट् लङ् तु आगच्छति तु इति जल् अस्ति पित् अस्ति तत् कारणात् न केवलं वर्णमेलनं चङ्कन्तु चङ्कन् योगः ईतु अत्रापि वर्णमेलनमेव ईतु अजादि पित् अस्ति एकवर्णः नास्ति ततः गुणकार्यं नास्ति चङ्कनीति नीतु चङ्कन्तु इति अत्र नश्चापदान्तस्य जलि भवति वा भवति रूपमेव सामान्यं चङ्कन् तात् अत्र जल् नित् अस्ति ईतु भवति चेत् चङ्क ईतु इत्यत्र जल् नास्ति किल भगिनि अतः नष्टीतु वा जनसनखन सञ्झलोः इत्येन आकारादेशः भवति आं भगिनि आं सत्यं चङ्खनात्तात् नकारस्य स्थाने एव आकारादेशः ओ ओ चङ्खात्तात् सम्यक् नकारस्य स्थाने एव आकारः आगच्छति आतुं भवति अतः चङ्कना न नास्ति भगिनि न नास्ति चङ्खात्तात् आदेशः किल आदेशः स्थाने भवति नकारस्य स्थाने आदेशः अतः रूपं किं भवति अत्र चङ्कातात् वदतु भगिनि चङ्खन् योगः तां जलादि मिति अस्ति जलादि दीर्घ भवति गमहन जनखन घसां नो नो तात् इत्यत्र किं भवति समानकार्यमेव जनकनसनाम् एव कार्यं करोति भगिनि तत्र जलादि किल जलादि कीर्तिङ् प्रत्यये परे तत्र किं कार्यं तात् इत्यपि आकारादेशः चङ्कातां चङ्कातां चङ्का अतु अतु अजादि अपित्तु जादि अपित् अस्ति चेत् गमहनजनखनघसां सूत्रेण उपादायः लोपः भवति चङ्खनतु चङ्खन्तु हि अस्ति जलादि नित् अस्ति जनखनखन सञ्जलम् इति सूत्रेण आकारादेशः भवति चङ्खाहि तात् अत्रापि दीर्घः भवति जनखन जनसनखन सञ्जलोः सूत्रेण चङ्खात् थम् अत्रापि समानमेव चङ्खातं चङ्खाथ जङ्घात आनि अजादि अस्ति अजादि पित् अस्ति केवलं वर्णमेलनेव चङ्खनामि चङ्खनामि वः वा अपि केवलं वर्णमेलनेव सम्यक् तावदेव अत्र किमपि विशिष्टसूत्रस्य प्रसक्तिः किमपि जनसनकनां सञ्जलोः अनन्तरम् अस्माकं गमः न जनघनसां लोपः नित्यनङ्गि सूत्रद्वयस्य एव प्रसक्तिः तावदेव अस्तु अङ्गी पश्यामः किमपि विशिष्टम् अस्ति वा उषा भगिनी लङ्गी वदति वा तत्रापि समानकार्यम् आं भगिनि चङ्कन् योगः तु प्रथमः अडागमः अचङ्कन् योगः तकारः 6168 हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तकारलोपः भवति अचङ्कन् इति भवति अचङ्कन् नो नो जलि नास्ति तत् ओके अचङ्कन् अचङ्कन् योगः ईत् ईत् अजादिपित् कार्यं नास्ति अचङ्कन् योगः ईत् अजङ्गनीत् भवति अचङ्कन् योगः ताम् अचङ्कन् योगः ताम् ताम् इति जलादि अपित् अस्ति जलादि अपित् जनसनकनां सञ्जलोः इत्यनेन नकारस्य स्थाने आत् आदेशः भवति अचङ्कन् अचङ्कातां भवति अचङ्कन् योगः उः इति अजादि अपित् सो अजाति ङित् भवति अजाति ङित् अचङ्कन् योगः उः गमहनजनखनघसां लोपः किङिति अनङ्गि इत्यनेन उपदालोपः भवति अचङ्कन् योगः उः सो अचङ्क् नुः भवति अचङ्कन् योगः मध्यमपुरुष एकवचनम् अचङ्कन् योगः सकारः पित् अस्ति अचङ्कन् योगः सकारः हल्ण्याभ्यो दीर्घात् इति सूत्रेण सकारलोपः भवति अचङ्कन् इति भवति अचङ्कन् अनन्तरं कार्यम् एव नास्ति अचङ्कन् एव भवति अचङ्कन् योगः ईः भवति ईः इति अजादिपित् कार्यं नास्ति सो अचङ्कनीः भवति अचङ्कन् योगः तम् अजादि अपित् नाट् अजादि जलादि अपित् ङित्वत् भवति जनसनकनां जनसनकनां सञ्जलोः इत्यनेन नकारस्य स्थाने आकारः भवति अचङ्कन् इति अचङ्कायोगः तम् अचङ्कातं भवति एवमेव अचङ्कात भवति अचङ्कन् योगः अम् इति अजादिपित् कार्यं नास्ति अचङ्कन् योगः अम् अचङ्कनं भवति. अचङ्कन् योगः व अचङ्कन् योगः व अचङ्कन् व अचङ्कन् म भवति. सम्यक्, तावदेव कार्यम् अत्र. धन्यवादः. विजया भगिनी विधिलिङ्गि वदति वा, अनन्तरं समापयामः. केवलं वर्णमेलनमेव सर्वत्र. जया भगिनी नास्ति वा? अहं वदन् अस्मि भगिनि. अचङ्कन् इति पदमस्ति. अचङ्कन् चङ्कन् चङ्कन् इति अस्ति. चङ्कन्यात् चङ्कन्यातां चङ्कन्युः चङ्कन्याः चङ्कन्यातं चङ्कन्यात चङ्कन्यां चङ्कन्याव चङ्कन्याम इति अस्ति. समीचीनं, तावदेव तत्र कार्यं. तत्र अग्रे जन् हन् अनन्तरं थन् इति तत्रापि यङ्लुकन्ददातवः दत्तानि. तत्रापि यदा पश्य चत्वारि सूत्राणि एतेषु कः किं सूत्रम् अत्र प्रवर्तते इत्येव प्रश्नः. तद् अग्रे कृत्वा वयम् अग्रिमपाठं प्रति गच्छामः. अग्रिमसप्ताहे प्रायः सर्वे तद् नूतन वेब्सैट् लिङ्क् प्राप्तवन्तः इति चिन्तयामि. ह्यस्तन अनौन्स्मेण्ट् मेल् मध्ये अपि क्लास् रेकार्डिङ्ग्स् इति स्थापितवती. पृथक्तया अपि अहं मेल् प्रेषितवती, किञ्चित् पश्यन्तु. तदेव अस्माकं नूतन वेब्सैट् भवति. पुरातन वेब्सैट् इतः परं कार्यं न करोति गूगल् सैट्स्. अतः एतद् लिङ्क् किञ्चित् कृपया सेव् कृत्वा वा बुक्मार्क् कृत्वा वा स्थापयन्तु. एतदेव अत्र एव वयं नूतन रेकार्डिङ्ग् स्थापयामः. अस्ति वा भगिनि? अत्र अचङ्कन् इति अस्ति, अनन्तरं ईहि इति अस्ति. तत्र अजादि पित् अस्ति, अतः तत्र अचङ्कन् ईहि अनन्तरम् अचङ्कनीहि एव किम् अत्र? अचङ्कनीहि एव, तावदेव. केवलं वर्णमेलनं, किमपि अन्यकार्यं नास्ति भगिनि. प्रश्नः अस्ति लङ्लकारे किमर्थम् अचङ्कन् लङ्लकारः नास्ति, तकार अस्ति चेत् तकार दकार न किं न अस्ति? तत्र हल्म्याभ्यो दीर्घात् इत्यनेन अस्य लोपः भवति किल, प्रत्ययस्य विषये एव पृच्छति किल. लोभः अभवत् अतः एव. यदा अजङ्कनीत् इति कुर्मः तत्र दकारः तस्य जलां चषन्ते इत्यनेन दकारः भवति. अत्र दकारस्य लोपः ईत् अस्ति चेत् अत्र रूपद्वयम् ईद् सर्वदा यत्र यत्र अन्ते तकारः अस्ति चेत् तत्र जलां चषन्ते इत्यस्य प्रसक्तिः. अवसाने भगिनि पुनः आगच्छति, तावदेव. रूपद्वयं धन्यवादः. अस्तु, धन्यवादः. धन्यवादः भगिनि. कोऽपि वैयाकरण वदन्नासीत्.